अस्मद्गुरुभ्यो नमः, अस्मत्परमगुरुभ्यो नमः, अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे श्रीमहागणपतये नमः। गुरवे सर्वलोकानां, भीषजे भवरोगिणां, निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। अस्मद्गुरुभ्यो नमः। सर्वेषां कृते नमस्कारः, धन्यवादः भगिनी, नमस्कारः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रथमः विषयः अस्ति तत्र विसर्गसन्धिः। इदानीं तत्र भाट्यसूत्राणि वयं पठितवन्तः, ज्ञातवन्तः च। स्वरूपमहोदयस्य करपत्रमपि वयं पठितवन्तः शास्त्रीयरीत्या। तत्र विसर्गसन्धेः तत्र विवरणं तत्र दत्तमस्ति। वस्तुतः तत्र विसर्गसन्धिः तावत् क्लिष्टः नास्ति यथा दृश्यते। यदि अस्मिन् पुस्तके पश्यामः तत्र एषा पाठ दीर्घः अस्ति खलु, तत्र अनेकानि उदाहरणानि सन्ति, किन्तु वयं तत्र भाट्यसूत्राणि पठितवन्तः अतः तत्र किञ्चित् मनसि तत्र मानचित्रं भवेत्, नाम तत्र रेपः कदा आयाति, सकारः कदा आयाति इति, प्रथमसोपानं द्वितीयसोपानम् इत्यादि अस्ति चेत् तत्र क्लिष्टः नास्ति इति मन्ये। अस्तु, इदानीम् अतः तत्र एतावत् वयं नाम तत्र पूर्वस्मिन् पुटे अपि एतावत् तत्र तृतीय अभ्यासात् प्राक् यदस्ति तत्र वयं केवलं तत्र भाट्यसूत्रं प्रथमभाट्यसूत्रस्य उपयोगं कृतवन्तः, नाम सकारस्य आदेशः अथवा तत्र तदनन्तरं सकारस्य आदेशानन्तरं तत्र खरिपरे सकारस्य आदेशः, तदनन्तरं तत्र स्तुत्वसन्धि ष्टुत्वसन्धि इत्यादयः, किन्तु प्रथमं सोपानं तु तत्र सकारस्य आदेशः इति एव तत्र मुख्यांशः आसीत्। इदानीं तत्र द्वितीयसोपानम् इति इदानीं तत्र विसर्गात् पूर्वः कः वर्णः इत्युक्ते तत्र द्वितीयभाट्यसूत्रमस्ति, तत्र इचः परस्य विसर्जनीयस्य रेपः अकरी, नाम विसर्गस्य अनन्तरं खर् अस्ति चेत् तत्र सकारस्य आदेशः, ख ख फ इति तत्र किञ्चित् वैशिष्ट्यं, किन्तु साधारणतया सकारस्य आदेशः, किन्तु तत्र इदानीं तत्र खर् नास्ति चेत् नाम अखरी इति तत्र पाणिनिसूत्रस्य इति नास्ति, केवलं तत्र भाट्यसूत्रे अखरी नाम खर् नास्ति चेत् अपि तत्र इचः परस्य अस्ति चेत् तत्र रेपः आगच्छति, रेपः आगच्छति इति, अतः तत्र इचः परस्य विसर्जनीयस्य रेपः अखरि इति भाट्यसूत्रं, द्वितीयं भाट्यसूत्रं, तस्य एव अत्र उपयोगः भवति इति मन्ये। अतः पश्यामः, तर्हि तत्र निवेदितभगिनी तत्र अपि वदनीयं वा महोदय, किं भगिनि सूत्रसहितदृष्टि अपि तत्र वदनीयं वा, किमर्थं चेत् लैक् बन्धुः इति प्लस् आत्मा, दट् इस् बन्धुस् प्रातिपदिकं सुबन्तपदमस्ति, बन्धुः इत्युक्ते बन्धुस् इति भगिनि, तादृशं मास्तु इति मन्ये भगिनि, यतोहि तत्र यदि एषा अत्र एषः पाठः यदि पाठं पश्यति चेत् बहु दीर्घः अस्ति भगिनि, पश्यतु तत्र नाम विसर्गसन्धिः एव तत्र पुटसङ्ख्या किं तत्र दश न मध्ये वा पञ्चाशत्, इदानीं पञ्चाशत् पुटे ओके, बन्धुः आत्मा, तर्हि तर्हि नवचत्वारिंशत् तः द्विषष्टपुटपर्यन्तम् अस्ति भगिनि, अतः बहु दीर्घः अस्ति अभ्यासः, अतः तत्र केवलं सरलरीत्या, यतोहि अत्र विवरणं दत्तम् अत्र. ओके. यत्र यत्र वयम् अस्माभिः किमपि करणीयं तत्र किञ्चित् वदामः, अत्र केवलं योगः इति कृत्वा का स्थितिः इति एव अपि तत्र श्लोकस्य किञ्चित् अवगमनं भवेत्. ओके, तत् कुर्मः. समीचीनं वा? नो चेत् बहु समयः तत्र अपेक्षितः भवति. ओके, अस्तु. केवलं बन्धुः योग आत्मा इत्युक्ते तत्र भाटसूत्रम् उपयोगं कृत्वा विसर्गः अस्ति, तत्पश्चात् आत्मा आकार अस्ति, अखर्वरिवर्णः अस्ति, तदेव इच्छः परस्य अपि पूर्वम् इच्छ अस्ति, अतः रेपः विसर्जनीयस्य रेपः अकरि इति स्थाने रेप आयाति आत्मा. ओके, इति तावत् तदा किं भवति, ओ एषा स्थितिः अस्ति न वा इति अस्माकं मनसि परिशीलनं भवति. ओके, अस्ति चेत् रेपः. अतः एतत् पाटर्न् अस्माकं मनसि तत्र दृढतया स्थितं भवति. ओके, खलु? ओके, अस्तु. तर्हि निवेदितभगिनी, बन्धुः योगः आत्मा इति आरभ्य. बन्धुः अधिकम् आत्मा न? बन्धुः अधिकं योग आत्मा. बन्धु अधिकं विसर्ग अधिकम् आ अधिक अधिकं त्मा. बन्धु रेफ् अधिकं रेफ् अधिकम् आ अधिकं त्मा. अत्र विसर्गात् पूर्वम् ऊस्वर अस्ति भगिनी. किन्तु तत्र प्रथमतया अस्माकं तत्र क्रमः किम् अस्ति? श्रूयते वा महोदय? आम् आम्. अस्तु, किम् अभवत् महोदय? श्रूयते वा? कोऽपि प्राब्लम् अस्ति वा तत्र? कनेक्षन् मध्ये कोऽपि प्राब्लम् अस्ति? भगिनी इदानीं श्रूयते वा? आं श्रूयते. अहं क्षम्यताम् अहं न जानामि किम् अभवत् इति. क्षम्यताम्. अत्र विसर्गात् पूर्वम् ओ आ इत्यौतो विना स्वरः अस्ति, स्वरः अस्ति, ऊस्वरः अस्ति. अनन्तरम् अन्यस्वरः सन्ति अस्ति, अन्यस्वरः अस्ति. किन्तु प्रथमतया भगिनि तत्र प्रथमं सोपानम् अस्ति, विसर्गस्य अनन्तरं खर् अस्ति वा इति द्रष्टव्यम्. खर् अस्ति चेत् सकारस्य आदेशः. एतदेव प्रथमं सोपानम्. अतः एव अतः ओ प्रथमसोपानं प्रथमसूत्रं कार्यं न करोति. अतः इदानीम् अकरि अस्ति. इदानीं पूर्वं कः वर्णः अस्ति इति द्रष्टव्यः. विसर्गात् अनन्तरं स्वरः अस्ति अकर् अस्ति. विसर्गस्य पूर्वं विसर्गात् पूर्वम् ओ आ इत्यौतौ विना स्वरः अर्थात् ऊस्वरः अस्ति, अतः विसर्गस्य रेफ् भवति इति. समीचीनं भगिनि. इच् अस्ति पूर्वं विसर्गस्य विसर्गात् पूर्वं सर्वदा स्वरः एव भवति. अत्र इच् स्वरः अस्ति, नाम अकारः आकारः इति नास्ति, ऊकारः अस्ति. इच् इचि अस्ति. इच् अस्ति विसर्गस्य रेफ् भवति, अतः बन्धुरात्मा इति रूपम् इति. बन्धुरात्मा एतादृशं वर्णनं कुर्मश्चेत् किं भवति भगिनि अस्माकं मनसि एतद् तत्र विना प्रयासेन आगच्छति आमामां प्रथमं तत्र विसर्गस्य अनन्तरम् अकर् पूर्वम् इच् अस्तु रेपः इति तत्र वारं द्विवारं त्रिवारं कुर्मः तत्र आयासः एव न अपेक्षितः अनासायेन अनायासेन आगच्छति अस्तु तर्हि तत्र श्लोकः अस्ति तदपि पश्यामः शनैः शनैरुपरमेव बुद्ध्या शनैशनैरुपरमेद्बुद्ध्या धृतिगृहितया शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहितया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् भगिनि तत्र उद्धरेदात्मनात्मानं नात्मानम् अवसादयेत् आत्मैव यात्मनो बन्धुर् आत्मैव रिपुरात्मनः उद्धरेत् आत्मानम् स्वयम् एव स्वस्य उद्धारं वयं कर्तुं शक्नुमः तत्र आत्मना इति तृतीया उद्धरेत् उद्धरेत् इति तत्र विधिलिङ्ग् उद्योगः उद्धरेत् आत्मनात्मानम् तत्र आत्मानम् इति कर्मपदम् तत्र आत्मानं कम् उद्धरेत् आत्मानम् उद्धरेत् स्वयमेव उद्धरम् केन मार्गेण आत्मना मार्गेण इति मार्गेण तृतीया न आत्मानम् अवसादयेत् अवसादनं मतलब पतनं वा पतनं तत्र अधोगमनं मास्तु आत्मैव आत्मा एव ह्यात्मनो हि आत्मनो आत्मनः हि आत्मनः बन्धुः आत्मैव रिपुरात्मनः रिपुः आत्मनः मतलब हम ही हमारे मित्र है शायद सत्यं सत्यम् आत्मनः इति षष्टि आत्मनः बन्धुः आत्मा एव आत्मनः रिपुः शत्रुः रिपुः इति शत्रुः एनिमि नो सत्यं भगिनि रिपुः सत्यं सत्यं शत्रुः अरिः सत्यम् अरिः अतः आत्मा एव तत्र आत्मनः बन्धुः अस्ति अपि आत्मनः रिपुः अपि अस्ति तत्र रेफस्य कुत्र आगच्छति तत्र तत्र बन्धुः बन्धुरात्मा बन्धुरात्मैव बन्धुः आत्मैव आत्मा एव तथैव तत्र रिपुरात्मनः तथा तत्रापि एषः एव सन्धिः रिपुः आत्मनः तत्रापि तत्र आत्मनः आकारः तर्हि अकर् अतः समानस्थितिः उकारस्ति विसर्गात् पूर्व उकार अस्ति विसर्गात् अनन्तरम् आकारः अस्ति अतः अखरि वर्णः अकर् अस्ति रेफः बन्धुरात्मा समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र वेदा भगिनी अग्रे आं महोदय अग्रे अघायुः योगः इन्द्रियारामः, इन्द्रियारामः अघायुः इन्द्रियारामः. तत्र अघायुः पर विसर्गस्य परे इकार अस्ति, स्वर अस्ति, तद् अखर अखर्वर्णः अस्ति इति कारणतः प्रथमभाटसूत्रं कार्यं न करोति. अपि च विसर्गस्य पूर्वं उकार अस्ति, उकार इच्छ्वर्णः अस्ति इति कारणतः उकार अस्ति, इच्छ्वर्णः अस्ति, परे इन्द्रिय स्वरः अस्ति. तदेव तत्र भाटसूत्रस्य द्वितीयभाटसूत्रं कार्यं करोति. विसर्गस्य स्थाने रेफ आयाति. सत्यं वा? सत्यं सत्यं. अघायु अघायु योगः रेफः योगः इन्द्रिया रामः से अघायुर् अघायुर् इ अघायुरि इन्द्रियामः अघायुरिन्द्रियामः इति रूपम् आयाति. अघायुरि अघायुरिन्द्रियामः इन्द्रिया रामः. ओके, इन्द्रिया इन्द्रिया रामः एकम् एकमेव पदं किं महोदय? भगिनि तत्र इन्द्रिया रामः नाम यस्य यस्य आराम इन्द्रियेषु अस्ति सः. ओके, हूस् डिलैट् इस् इन् द सेन्सस्. अच्छा, अण्ड् वाट् इस् अघायु? अघायुः नाम तत्र यस्य आयुः अघम् अस्ति सः, नाम तत्र अघ नाम अघ डिक्रीसिङ्ग् न न अघ इत्युक्ते अनघ इति नाम अस्ति खलु, तत्र स्त्रीणां नाम अनघ इति अस्ति खलु, अनघ इति मीनिङ्ग् दट् सिन्लेस् सिन्लेस् सिन्लेस् इति अघ इत्युक्ते सिन् ईवल्. यस्य आयुः हूस् लैफ् इस् सिन्फुल् अघायुः इन्द्रिया रामः. सो भगवद्गीता 3.16 16 एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः अघायुरिन्द्रिया रामो मोघं पार्थ स जीवति, मोघं पार्थ स जीवति. एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः अघायुरिन्द्रिया रामो मोघं पार्थ स जीवति. हे पार्थ, अड्रेसिङ्ग् जीवति, जीवति कः जीवति? सः जीवति, सः जीवति. कं इत्युक्ते कं जीवति? मोघम् इति वा? हा सत्यं भगिनि, हा मोघं नाम इन् वेन् तत्र विना उपयोगः. ओके, सो मोघं जीवति अघायुरिन्द्रिया रामो तत्र सः जीवति इत्यस्ति सहस्य विशेषणम् अघायुरिन्द्रिया रामः. सत्यं भगिनि, हा हा सत्यम्. अपि तत्र वाक्यस्य आकृतिः कीदृशी अस्ति चेत् नाम तत्र यः सः इति वाक्यं. करेक्ट् करेक्ट्, यः सः यः कीदृश सः यः अघायुर् इन्द्रियारोमो इन्द्रियारामो न इन्द्रियारामो सः मोघं जीवति, मोघं जीवति. आम्, यः अघायुर् इन्द्रियारामो अस्ति, यः अघायुर् इन्द्रियारामः अस्ति सः मोघं जीवति, जीवति सः मोघं जीवति. इत्युक्ते अघायुरिन्द्रियारामः सः इत्युक्ते सिन् अघा अघामिन् सिन् आयुः, आयुः इत्युक्ते जीवनं, जीवनं आयुः नाम जीवनं. सो यत् यत् यस्य जीवनं तत्र अघायुः इत्युक्ते यस्य आयुः अघम् अस्ति सः इति बहुव्रीहिः समासः. अच्छा, यस्य आयुः अघम् अस्ति तस्य सः सः इति विशेषणं तत्र अघायुः यः तत्र यः पुरुषः अघायुः अस्ति नाम तत्र तस्य जीवनम् अघम् एव अस्ति तस्य जीवनं नाम सर्वदा तत्र पापं करोति इति. अस्तु, अण्ड् एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः. एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः न अनुवर्त अनुवर्त अनुवर्तयति अनुवर्तयति इह अत्र इह इह नाम अस्मिन् लोके इति अस्मिन् लोके यत् प्रवर्तितं चक्रं न अनुवर्तति वर्तयति इत्युक्ते वर्तयति अनुवर्तयति नाम तत्र लकार किं तत्र यत् अनुवर्तयति लकार लट् लकार एव लट् लकार एव ओके अनुवर्तयति अनुवर्तयति द पर्सन् हु डस् नाट् फालो तत्र जन्मचक्रं वा जननमरणचक्रं वा सत्यं सत्यं भगिनि हा हा सत्यं नाम तत्र प्रवर्तितम् एतत् चक्रं प्रवर्तितं नाम तत्र तस्य आरम्भः अभवत् आम् तत्र चक्रस्य आरम्भः अभवत् प्रवर्तितं नाम इदानीं प्रवर्तमानः इति वदामः खलु नाम इदानीं प्रवर्तते किन्तु एतत् प्रवर्तितं चक्रं तत् इट् हेस् बीन् सेट् इन् मोशन् तत् चलति तत् तत्र अनुसरणं करोति हा केवलं तत्र एषः न अनुवर्तयति नाम तत्र तस्य न अनुवर्तयति इन्द्रियाणां सुखम् अनुभवति इति वा तत्र लीड्स् अ सिन्फुल् लाइफ तत्र भिन्नः अस्ति इति तत्र प्रायशः पूर्वस्मिन् श्लोके किम् अस्ति इति किञ्चित् तद्वद् दृष्टं कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् इति अस्ति एवं अस्तु अस्तु भगिनि अतः तत्र एवं यः न अनुवर्तयति नाम तत्र एतत् सर्वं ब्रह्मण ब्रह्मोद्भवम् अस्ति अक्षरसमुद्भवम् अस्ति एतत् सर्वं सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् अस्ति तन्नाम तादृशं तत्र यत् करणीयमस्ति कर्म यः न करोति सः तत्र नाम तत्र सः न अनुवर्तयति इति मन्ये तत्र मम मनसि किञ्चित् क्लेशः अस्ति भगिनी सम्यक्तया न उक्तवान् किन्तु द्वितीयभागः पश्यामः तत् नाम प्रथमभागः न सम्यक्तया न जानामि किन्तु द्वितीयभागः यः अघायुर् इन्द्रिया रामः सः मोघं जीवति मोघं जीवति इत्युक्ते हि एन्जाय्स् लैफ् इति वा यस्य जीवनं पापेन पूर्णमस्ति अपि यः इन्द्रियेषु तत्र सुखम् इन्द्रियेषु एव सुखं प्राप्तवान् इच्छति तत्र इन्द्रियाणां सुखमेव इच्छति ओके यस्य आरामः इन्द्रियेषु अस्ति अस्तु रमते इति अस्ति खलु रमते नाम रामः रामः रामः नाम सर्वे तत्र जनाः सुखं प्राप्नुवन्ति खलु रामेण तत्र अतः तत्र आरामः तत्र नाम सुखं तत्र इत्युक्ते मोघम् इत्युक्ते मोघं नाम तत्र निरुपयोगेन तत्र तस्य सार्थक्यं नास्ति तत्र अस्तु यूस्लेस् व्यर्थं व्यर्थं जीवनं व्यर्थं व्यर्थम् इति समीचीनं भवति मोघम् अतः तत्र यः अघायुः इन्द्रियारामः अस्ति सः मोघं जीवति हे पार्थ दट् इस् वाट् इस् अड्रेसिङ्ग् ओके तस्मात् प्राक् यदस्ति तस्य सम्यक् अवगमनं नास्ति महोदय अन्नात् भवन्ति भूतानि पर्जन्यात् यज्ञात् भवति पर्जन् कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं तद् न अवगतवती सत्यं भगिनि हा हा तत्र किम् अस्ति इति द्रष्टव्यमस्ति किन्तु एषः भागः यस्मिन् अघायुः इन्द्रियारामः आगच्छति तत् किञ्चित् अवगच्छामः अस्तु अस्तु भगिनि धन्यवादः अस्तु अग्रे निवेदत भगिनि अभिमन्युः इक्षते निवेदिता भगिनि म्यूट् मध्ये अस्ति आम् अभिमन्युः ईक्षते अत्र अभिमन् अधिकं य अधिकम् उ अधिकं विसर्ग अधिकं दीर्घ इकारः अधिकं क्षते अभिमन् अधिकं य अधिकम् उ अधिकं रेफ् अधिकं दीर्घ इ अधिकं क्षते अत्र विसर्गात् अनन्तरं अखरवर्णः अर्थात् स्वरः अस्ति इ दीर्घ इकारः अस्ति विसर्गात् पूर्वम् इच् वर्णः उ स्वरः अस्ति अतः विसर्गस्थाने रेफ् आगच्छति अभिमन्युरीक्षते यत्र अत्र यकारः किमर्थमस्ति तत् किमर्थं दत्तमस्ति तस्य आवश्यकता नास्ति सत्यं भगिनि अभिमन्य उ विसर्गः ईक्षते सत्यं तावदेव तावदेव अपेक्षितं सत्यं भगिनि अभिमन्युर् ईक्षते समीचीनं किमर्थं दत्तं केवलं स्पष्टं भवेत् इति प्रायशः तावदेव अपि भगिनी तत्र अहं किञ्चित् दृष्टवान् वेदा भगिनी नाम तत्र पूर्वस्मिन् श्लोके नाम तत्र अघायुरिन्द्रियारामः तत्र तात्पर्यम् एतदस्ति नाम यः मनुष्यः अस्मिन् लोके कर्मचक्र अनुगुणं नै व्यवहरति कर्मचक्र अनुगुणं हा नाम तत्र कर्म भवति नाम इति तत्र नैव कर्मचक्रस्य अनुगुणं न व्यवहरति अपि यः च कर्तव्यकर्म न करोति तादृशः इन्द्रियसुखलोलुपः पापाभूयिष्टजीवितः पुरुषः व्यर्थं जीवति एतत् भगिनी नाम तत्र गीताप्रवेशे तत्र वयं प्रथमं भागं पठन्तः स्मः किन्तु द्वितीयभागः अस्ति खलु तत्र द्वितीयभागस्य खण्डद्वयम् अस्ति तत्र श्लोकस्य अर्थः अपि दत्तः तत्र अतः तदेव अहं पठित्वा वदामि तर्हि तत्र द्वितीयभागे 3.16 दृष्टवन्तः दृष्टवान् तत्र एवं दत्तमस्ति भगिनि अस्तु अस्तु महोदय किञ्चित् अवगतवती सत्यं सत्यं भगिनि एतत् सर्वम् अनेकवारं पठनीयमेव अतः केवलम् अत्र परिचयः अस्तु अग्रे अपि तत्र निवेदित भगिनि अग्रे अपि करोति वा यतोहि तत्र अत्र श्लोकः नासीत् अतः मुनिः उच्यते मुनिः अधिकम् उच्यते मुनि अधिकं विसर्ग अधिकम् उ अधिकं च्यते मुनि अधिकं रेफ् अधिकम् उ अधिकं च्यते मुनिरुच्यते अत्र विसर्गात् परतः अखरवर्णः स्वरः अस्ति विसर्गात् पूर्वम् इच्छ्वर्णः इकारः अस्ति अतः विसर्गस्य रेफ् भवति उत्तमम् इस् दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वितरागभयक्रोधः स्थितधिर्मुनिरुच्यते. दुःखेषु अनुद्विग्नमनाः अनुद्विग्नमनाः उद्वेगः नास्ति उद्विग्नः. सुखेषु विगतः स्पृहः यस्य स्पृहा नास्ति. स्पृहा नाम कोऽपि इच्छा लालसा वा नाम स्पृहः विगतस्पृहः नाम स्पृशति इति अस्ति खलु स्पर्शः. सुखेषु विगतस्पृहः नाम तत्र सुखे तस्य इच्छा नास्ति. वितरागभयक्रोधः वीतरागभयक्रोधः स्थितधीः मुनिः उच्यते. स्थितधीः मुनिः वीत इत्युक्ते नाम रागभयक्रोधः यः अस्ति रहितः रहितः तस्मात् तत्र दूरः अस्ति एषः अतीतः अस्ति सर्वथा रहितः अस्ति नाम रागात् अतीतः रहितः अथवा अतीतः सः अतीतः अस्ति. भयात् क्रोधात् रागात् च यः अतीतः सः तत्र वीतरागभयक्रोधः. धीः नाम बुद्धिः स्थिरबुद्धिः स्थिरबुद्धिः स्थिरबुद्धिः यस्य बुद्धिः स्थिरा अस्ति स्थिरा अस्ति सः एव तत्र मुनिः इति उच्यते दुःखेषु सर्वे जनाः तत्र मुनिः इति न भवितुम् अर्हन्ति नाम दुःखेषु न दुःखेषु यदा दुःखानां प्राप्तिः भवति तदा यः उद्विग्नः न भवति उद्विग्नः न भवति न भवति सत्यं दुःखितः न भवति. यदा सुखानां प्राप्तिः भवति तदापि यस्य मनसि कापि स्पृहा नास्ति सुखानां प्रति सत्यं तथा यः राग भय तथा क्रोधानाम् अतीतः अस्ति अस्ति सः मुनिः मुनिः नाम यः जो यस्य बुद्धिः स्थिरा अस्ति बुद्धिः स्थिरा अस्ति एतत् सर्वम् अस्ति चेत् नाम यः मननं करोति सः मुनि वा न न एषः एव मुनिः इति वक्तुम् इच्छन्ति. मुनिः इति पदस्य लक्षणं कः मुनिः यः एतत् सर्वं यस्य एते गुणाः सन्ति सः एव मुनिः मुनिः मुनिः स्थितधीः मुनिः अत्र रेफ् आगच्छति किन्तु स्थितधीः मुनिः मुनिः उच्यते तत्र मुनिर् उच्यते इति आगतम् अत्र स्थितधीः मुनिः मध्ये अपि विसर्गसन्धिः अस्ति सत्यं सत्यं तत्र आगच्छति विसर्गात् पूर्वं दीर्घ इकारः अस्ति अनन्तरं मकारः अस्ति अतः तत्रापि तत्र अकर एव अस्ति इति कृत्वा तत्रापि रेफ उत्तमः श्लोकः तत्र सर्वे श्लोकाः तु उत्तमाः एव भवति तयं अस्तु अग्रे तर्हि वेदा भगिनी अग्रे महोदय अग्रे मतिः ऊहते तत्रापि विसर्गस्य परे ऊकारः अस्ति स्वरः अस्ति इति कारणतः अखरि अखर्वर्णः अस्ति तदेव तत्र भाटसूत्रं प्रथमसूत्रं कार्यं न करोति. द्वितीयसूत्रमस्ति इचः परस्य विसर्जनस्य रेफः अखरि. तत्सूत्रेण विसर्गस्य पूर्वं यदि इच् वर्णः अस्ति चेत् परे अखर् वर्णः अस्ति चेत् तत्र विसर्गस्य स्थाने रेफः भवति. तत्र अत्र उदाहरणमध्ये विसर्गस्य पूर्वम् इकारः अस्ति, इकारः इच् वर्णः अस्ति इति कारणतः परे अखर् वर्णः अस्ति इति कारणतः द्वितीयपाठसूत्रं कार्यं करोति. ई स्थाने रेफ आयाति. मत् योगः ई योगः विसर्गः योग उ योगः हते. मत् योग ई विसर्गस्य स्थाने रेफः, विसर्गस्य परे ऊकार स्वरः अस्ति, ऊ एव तिष्ठति, ऊहते. मतिर् ऊहते, मतिरूहते, मतिरूहते, मति रेफ प्लस् ऊ रू मतिरूहते. अग्रिमं दोषैः योगः एतैः, तत्रापि विसर्गस्य परे अखर् वर्णः अस्ति, ए स्वरः अस्ति, विसर्गस्य पूर्वम् ऐ वर्णः अस्ति, ऐ वर्णः इच् वर्ण इच् इच् प्रत्याहारस्य वर्णः अस्ति इति कारणतः दोषै योगः विसर्गः योगः एतैः, तत्र विसर्गस्य स्थाने रेपायाति. द्वितीयपाठसूत्रं कार्यं करोति. तदेव तत्र विसर्गस्य स्थाने रेपः, दोषैर् ए दोषैरे तैः, दोषैरे तैः इति रूपं तत्र. समीचीनं भगिनि. तत्र 1.43 दोषैरेतैः दोषैरेतैः कुलज्ञानां वर्णसङ्करकारकैः उत्साध्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः. ओके, उत्साध्यन्ते साध्यन्ते तत्र उत्साध्यन्ते साध्य साध्यना उत्साध्यन्ते इत्युक्ते किम्? उत्साध्यन्ते इत्युक्ते नाशं भवति तस्य वा? उत्साध्यन्ते सत्यं भगिनि, सत्यं नाध्यन्ते. ओके, दोषै एतैः दोषैः एतैः कुलज्ञानां दोषैः एतैः पापैः एतैः कुलज्ञानाम् इत्युक्ते वंशनाशकः कुलघ्नाटकानां वंशनाटकानां. ओके, वर्णशङ्करकारकैः वर्णशङ्करकारकैः इत्युक्ते शङ्कर इति जानाति खलु भगिनि, मिश्रणम् इत्यादयः भवति नाम शङ्करः नाम मिश्रणम्. मिश्रणं वा? ओके, वर्णशङ्करकारकैः वर्णशङ्कर नाम येन तत्र वर्णस्य तत्र भिन्नेषु वर्णेषु तत्र वर्णसम्प्रदायः अस्ति किन्तु तत्र शङ्करः भवति नाम तत्र मिक्स्चर् भवति इति. ओ अस्तु, वर्णशङ्करकारकैः यः कारयति नाम वर्णशङ्करं कारयति सः. ओ ओके ओके, दोषैरेतैः कुलघ्नानां वर्णशङ्करकारकैः उत्साध्यन्ते जातिधर्माः यद् जातिधर्माः उत्साध्यन्ते इति वक्तुं शक्यते वा? जातिधर्माः डिस्ट्राय्स् द जातिधर्म वट् एवर् जाति धर्मानि वर्णधर्मः जातिधर्माः जाति नाम वर्ण वर्णधर्माः जातिधर्माश्च शाश्वताः सन्ति किन्तु नाम तत्र किं भवति तत्र शाश्वताः तत्र क्रियापदं न दत्तं किन्तु भवन्ति इति क्रियापदम्. आम् आम् तत्र कुलज्ञानां वर्णशङ्करकारकैः एतैः दोषैः शाश्वताः जातिधर्माः न सत्यं सत्यं भगिनि नाम तत्र उत्साद्यन्ते तत्र काः कः अथवा के उत्साद्यन्ते जातिधर्माः कुलधर्माश्च उत्साद्यन्ते नष्टाः भवन्ति इत्युक्ते नष्टः नश्यन्ति ओ नष्टः भवति नश्यन्ति अस्तु नश्यन्ति जातिधर्माः कुलधर्माः अपि शाश्वताः शब्दे शाश्वताः इति तत्र शाश्वताः भवति भवेयुः नाम धर्माः शाश्वताः भवेयुः किन्तु तस्य नष्टं भवति वा ते नश्यन्ति किमर्थं नश्यन्ति हा किमर्थं केन यतोहि वर्णसङ्करकारकैः तत्र कुलज्ञानदोषैः एतैः दोषैः नाम दोषाः दोषान् कुर्वन्ति केचन कोऽपि जनाः केचन जनाः दोषान् कुर्वन्ति the ancient laws of the caste and family are destroyed acha iti asti bhagini okay the evil deeds of the destroyers of the family kulagnana create confusion of varnas varna sankara karakai ki tutte who creates confusion acha okay of the varnas sankara nama confusion sankara sakara okay so because of the evil deeds of those people the shashvata jati dharma or kula dharma gets destroyed iti asti bhagini iti va asti iti eva asti ha nama tatra karakah nama karayati okay ha varna sankaram karayati atah varna sankara karakah asti sankara वर्णसङ्करकारकः अस्तु आम् आं महोदय ओके अस्तु समीचीनं हा अस्तु अग्रे तर्हि तत्र एकमेव अस्ति तदपि भगिनी पठति वा किं भगिनि न एकमेव अस्ति तत्र रविः अंशुमान् अन्तिम निवेदित भगिनी कुर्यात् भगिनि म्यूट् मध्ये अस्ति नास्ति वा रविः अंशुमा निवेदिता भगिनी आम् क्षम्यतां रविः अधिकम् अंशुमान् रवि अधिकं विसर्ग अधिकम् अम् अधिकं शुमान् रवि अधिकं रेफ् अधिकम् अम् अधिकं शुमान् रविरंशुमान् अत्र विसर्गात् परतः अखरवर्णः स्वरः अस्ति अनुस्वार अस्ति विसर्गात् पूर्वम् इच् वर्णः ईश्वरः अस्ति अतः रेफ् आगच्छति रविरंशुमान् आदित्यानाम् अहं विष्णुर्ज्योतिषां रविरंशुमान् मरुतामस्मि नक्षत्राणामहं शशी रूपवर्णनमस्ति विश्वरूप आदित्यानाम् अहं विष्णुः ज्योतिषां रविः अंशुमान् मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहं शशी आदित्यानाम् अहं विष्णुः आदित्य नाम सूर्य आदित्याः पुत्रः आदित्याः पुत्राः आदित्याः पुत्राः पुत्राणाम् अहं विष्णुः अस्मि विष्णुः अस्मि ज्योतिषाणां रविरंशुमान् ज्योतिष प्रकाशमान् सत्यं ये वस्तूनि वस्तूनि न वस्तूनि प्रकाशन्ते तेषु अहम् अंशुमान् नाम सूर्यः सूर्यः रविः मरीचिः मरुताम् अस्मि मरुतां नाम वायुः सत्यं सत्यं मरीचिः नाम किरणः वा किरणः वा किरण वायुषु वायुषु तत्र मरीचिः नाम मरीचिः अस्मि मरीचि नाम तेज अस्ति वा तेजस् मरीचि किन्तु अत्र अत्र तत्र मरीचि इति तत्र केवलं तत्र मरुत् इत ततः तत्र तत्र एकनिमिष पश्यामः तत्र मरीचि मरीचि ऐ थिङ्क् किरण वा मरीचि तेजः वा एकनिमिषं द्रष्टव्यमस्ति एकनिमिषं भगिनि अहं लिखितवती 49 वायुदेवता देवता अस्ति तत्र मरीचि एकं वायुदेवता तस्य वायुदेवता इति अहं लिखितवती तत्र 10:21 खलु एकनिमिषं 20 तत्र मरीचिः इति तेजो विशेषः तेजः तत्र मरुताम् मरुताम् इत्युक्ते वायुः तत्र मरुद्वेग मरुद्देवगणानां मरुद्देवगणानां मध्ये तत्र मरुद्देवगणानां तत्र एकनिमिषः एकनिमिषः तत्र किमस्ति द्वितीयखण्डः कुत्र तत्र अस्तु तत्र एतत् विवरणम् अहं तत्र चाट् मध्ये अथवा वाट्साप् मध्ये प्रेषयामि भगिनि नाम किम् इति हिन्दी मध्ये अस्ति भगिनि अत्र नक्षत्राणाम् अहं शशिः नक्षत्राणाम् अधिपतिः शशिः ये ये श्रेष्ठाः सन्ति इति सत्यं नक्षत्रेषु न सभी नक्षत्रो मे चन्द्र हूं ऐसे ना तो सब में मैं श्रेष्ठ हूं अधिपति चन्द्रमा इति अस्ति भगिनि एतेषु पठामि वा अग्रे पठतु एतेषु उदाहरणेषु विसर्गात् पूर्वम् ओ आ इत्येतौ विना स्वराः सन्ति विसर्गात् परतः स्वराः सन्ति तत्र विसर्गस्य रेफादेशः सम्बन्धः विसर्गात् पूर्वम् इच् वर्णाः अनन्तरम् अपि स्वराः अकरवर्णः अतः तत्र रेफादेशः सम्पन्नः जातः समीचीनम् धन्यवादः. अस्तु अग्रे तत्र विवरणं अहं तत्र वाट्सप् मध्ये प्रेषयामि भगिनि वर्गस्य अनन्तरं. धन्यवादः. अग्रे तर्हि ऋषयस्य नाम किञ्चित् द्रष्टव्यम् अस्ति भगिनि, यतोहि तत्र देवता केहे जाते हैं, इन्हें वायु भी कहते हैं, विष्णु सहस्रनाम मैथिंग मरीचिर दमनो हंस. एक निमिष तत्र हम पठामि. तत्र दाता मित्रादि नामों से महर्षि कश्यप की पत्नी माता अदिति के भारपुत्र प्रसिद्ध है. उनमें कनिष्ठ विष्णु भगवान के ही स्वरूप है. कपिल बिजली आदि प्रकाशमान द्रव्यों में भगवान की विभूति सूर्य है. इंद्र ने माता दिति के गर्भ के साथ टुकड़े कर दिए, फिर भी उन्हें जीवित देखकर पुनः सातों खंडों के साथ साथ भाग कर दिए. इस प्रकार विखंडन से तेज में वृद्धि होती गई. वही 49 क्या किम अस्ति भगिनि हिन्दी में? 49 वायु गणः. 49 कथम् उच्यते? 49 ओ 49 एकनिमिषं. नवचत्वारिंशत् नवचत्वारिंशत् संस्कृत संस्कृत ओ हिन्दी उनञ्चास् उनञ्चास् ऊन लैक् इन् संस्कृत् वि से ऊन लैक् दट् उनञ्चास् उनञ्चास् पचास् एण्ड् दिस् इस् उनञ्चास् वन् लेस् पचास् उनञ्चास् उनञ्चास् सो अत्र दत्तमस्ति तत्र उनञ्चास् भागः तत्र मरुद् तर्हि तत्र 49 वाट् मरुत् आर् देर् मरुत् गणा देवताः कहे जाते हैं. ओ ओके ओके तत्र इंद्र ने माता दिति के गर्भ के साथ टुकड़े कर दिए. अच्छा. फिर भी उन्हें जीवित देखकर पुनः सातों खंडों के साथ साथ भाग कर दिए. अच्छा. इस प्रकार विखंडन से तेज में वृद्धि होती गई. वही 49 किम भगिनि? 49 49 मरुद्गणाः मरुद्गण देवता कहे जाते हैं. इन्हें वायु भी कहते हैं. भगवान कहते हैं कि इन मरुदों में तेज पुंज मरीचि मैं ही हूँ, जो विखंडन से बढ़ने ही रहता हूँ. जो विखंडन से बढ़ते ही रहता हूँ. अच्छा. इवन इफ यू ब्रेक कीप ऑन ब्रेकिंग ही इज ग्रोइंग. इसी प्रकार अश्विनी आदि नक्षत्रों में उनका अधिपति चंद्रमा मेरी ही विभूति है. वह मैं ही हूँ. अच्छा. तावत् हिंदी में अभवत् इदानीं संस्कृतं पुनः. एतानि उदाहरणानि परिशीलयत. प्रकृतिजैः योगः गुणैः प्रकृतिजैः योगः गुणैः तत्र विसर्गः विसर्गस्य परे गकार अस्ति. गकार खर्वर्ण नास्ति अखर्वर्ण अस्ति. विसर्गस्य पूर्वम् ऐ इत्युक्ते इच् प्रत्याहारस्थवर्णः अस्ति ऐ जै. तदेव तत्रापि भाटसूत्रम् एव कार्यं करोति. प्रकृतिजै विसर्गस्य स्थाने रेपः गकारः उणैः प्रकृतिजैर्गुणैः प्रकृतिजैर्गुणैः. तत्र कोऽपि विशेष नियमः नास्ति इति अहं मन्ये. अखर अस्ति चेत् वरः अस्ति या मृदुव्यञ्जनं कोऽपि अस्ति तत्रापि विसर्गस्य स्थाने रेप एव आयाति तत्र. सत्यम्. आम् प्रकृतिर् प्रकृतिजैर्गुणैः 3.5 किमस्ति 3.5 sorry mahoday, 3.5. okay, 3.1 3.5. okay, nahi kaschid chanamapi jatu tishtyak tishtatya karma krit karyate hyavashak karma sarva prakriti jair gunaihi nahi kaschid kshanamapi jatu tishtat tishtati akarma krit. Okay, nahi kaschid kshanamapi, not even for a single moment, jatu tishtati akarma kadapi. ओ जातु इत्युक्ते कदापि वा ओके जातु तिष्ठति अकर्मकृत् कार्यते हि तिष्ठति अकर्मकृत् नाम अकर्मकृत् नाम अकर्मकृत् इत्युक्ते कर्म न नेगेटिव् फार् अकर्मकृत् अकर्मकृत् नाम कर्मरहितः कर्मरहितः हा कर्मरहितः समीचीनं नाम कोऽपि मनुष्यः एकं क्षणमपि कर्मरहितः न भवितुम् अर्हति नहि न तिष्ठति वा न भवति न भवति खलु एकं क्षणमपि तत्र कर्म न कृत् न करोति अस्मिन् क्षणे सः कर्म न करोति इति न वक्तुं शक्नुमः खलु ओके आम् आम् आम् आम् प्रत्येक कर्मरहितः अस्ति इति वा हा किमपि कर्म भवति एव ओके ओके करोति एव कार्यते हि अवशः कार्यते इत्युक्ते कार्यते इत्युक्ते कार्यते कर्मणि कर्मणि कार्यते ओके ओके कार्यते कार्यते हि अवशः इति वा अवशः अवशः मीन्स् वश नास्ति इति अवशः इत्युक्ते वशे नास्ति इति वक्तुं शक्यते वा परवशः इति वा नाम तत्र प्रकृतिरूपैः गुणैः भूत्वा कर्म सर्वः प्रकृतिजैर्गुण गुणैः कर्म सर्वः कर्म प्रकृतिजैर्गुणः वा गुणैः नाम गुणैः कर्म कार्यते इति अस्ति नाम कर्म कार्यते कर्मणि प्रयोगः खलु अस्तु कर्म कार्यते कथं कार्यते अवशः अवशः कर्म कार्यते नाम तत्र अस्माकं वशः नास्ति अस्तु अस्माकं वशे नास्ति अवशः अस्ति कः अवशः अस्ति अवशः कर्म कार्यते अवशः प्रकृतिजैः गुणैः प्रकृति प्रकृतिजैः नाम ज प्रकृति झ इति प्रकृति झ इत्युक्ते यस्य जननं जातम् इति जातं प्रकृत्या प्रकृत्या तस्य उत्पत्तिः अभवत् प्रकृति झ इति प्रकृतिजैः बहुवचनं तत्र तृतीया विभक्ति बहुवचनं प्रकृतिजैः कर्मणि प्रयोगे अस्ति इति कारणतः प्रकृतिजैः गुणैः प्रकृतिजैः गुणैः अवशः कर्म कार्यते सर्वः सर्वः इति सो मीनिङ्ग् किम् अस्ति तत्र पदा यः कोऽपि कदापि कालमपि कर्मरहितः सन् न भवति ओ ओके किमर्थं किमर्थम् इति कारणं नाम एतत् सत्यम् इति वदामश्चेत् किमर्थं कारणं किं यतः सर्वेपि प्रकृतिसम्भूतैः विकारैः विवशाः सन्तः कर्मकरणे प्रवर्तन्ते तद् न अवगतवती महोदय किम् अस्ति तत् इत्युक्ते कारणं नाम तत्र एकं क्षणमपि मनुष्यः कर्मरहितः न भवितुम् अर्हति किं तत् किमर्थं नाम कारणं किं कारणमस्ति यतोहि सर्वे जनाः प्रकृतिसम्भूतैः गुणैः, गुण नाम विकारः, विकारैः प्रकृतिसम्भूतैः नाम प्रकृत्या आगताः आगतैः गुणैः विवशाः भवन्ति नाम देर् ओवर्टेकन् बै द गुणास् आफ् प्रकृति स्वभावः बै नेचर् बै द विकारा बै विकार गुणास् क्वालिटीस् आफ् नेचर् नेचुरल् क्वालिटीस् दे आर् ओवर् पवर्ड् बै दोस् नेचुरल् क्वालिटीस् एण्ड् दे स्टार्ट् डूयिङ्ग् कर्म, कर्मकरणे प्रवर्तन्ते. ओ ओके ओके, सो द प्रकृति जैः गुणैः टेक्स् ओवर् दि टेक्स् ओवर् ह्यूमन्स्, दे आर् ओवर् पवर् दि ह्यूमन्स् इन् टु डूयिङ्ग् एण्ड् मेक् देम् डू कर्म. कर्म ओके ओके, अस्तु अवगतवती. ओके समीचीनं भगिनि, अस्तु अग्रे तर्हि तत्र निवेदित भगिनि पठामि वा. प्रपश्यद्भिः अधिकं जनार्दन, प्रपश्यद्भिः अधिकं विसर्ग अधिकं जकारः अधिकम् अनार्दन, प्रपश्यद्भिः अधिकं रेफ् अधिकं जकारः अधिकम् अनार्दन, प्रपश्यद्भिर्जनार्दन. अतः विसर्गात् परतः अखरवर्णः, जकारः अस्ति, मृदुव्यञ्जनमस्ति. विसर्गात् पूर्वम् इकारः इक्ष्वर्णः अस्ति, इकार ईश्वरः अस्ति, अतः तत्र रेफः आगच्छति. 1.39 कथं न नेयमस्माभिः पापात्स्मान्निवर्तितुं कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन. कथं न नेयम् अस्माभिः पापात् अस्मान् निवर्तितुं कुलक्षयकृतं दोषं प्रपश्यद्भिः जनार्दन. हे जनार्दन, सम्बोधनमस्ति. हे कृष्ण, हे कृष्ण जनार्दन. नेयं न नेयम् अस्माभिः तत्र प्राशमः तत्र पूर्वं श्लोकमपि पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्. तत्र यदि अप्येते एते न पश्यन्ति लोभः, लोभः न न लोभ लोभोपह लोभो तत्र लोभ उपहत चेतसः, लोभ उपतः चेतसः कुलक्षयकृतं लोभेन नाम लोभोपहत चेतसः नाम यस्य लोभेन हतः जातः, लोभेन हतः उपहतः उपहतः उपहत नाम लोभेन पूरितः. लोभः एव तत्र लोभस्य वशः अस्ति तस्य मनः, लोभवशे वशे अस्ति मनः. अविवेकिन् अविवेकिन् नाम लोभेन पूरि लोभः इति तादृशं लोभः, लोभेन टेकन् ओवर् बै लोभ, लोभस्य वशे अस्ति तस्य मनः, सः लोभोपहत चेतसः. चेतसः इति तत्र बहु बहुवचने अस्ति, क्षम्यतां, हा चेतसः सः नासीत् बहुवचने. तर्हि तत्र किं न पश्यन्ति तत्र ते दोषं कुल कुलक्षयकृतं दोषं न पश्यन्ति. मित्रद्रोहे अपि मित्रद्रोहं पातकम् इति न पश्यन्ति. मित्रद्रोहे पातकम् अस्ति इति न पश्यन्ति. नाश भवति इति न पश्यन्ति. अतः तत्र नाम तत्र भागद्वयं कृतम्. एकः अस्ति नाम ये जनाः तत्र लोभेन लोभस्य वशे सन्ति जनाः, ते तत्र कुलक्षयकृतं पापं न पश्यन्ति. कुलस्य नाशः भवति इति न पश्यति. तस्मिन् विषये दोषः अस्ति इति न पश्यन्ति. पश्यति. अपि मित्रद्रोह न करणीयं, द्रोहं न करणीयम् इति नाम मित्रद्रोहः पातकं नाम तत्र पापम् अस्ति इति अपि न पश्यन्ति. पश्यन्ति ते न पश्यन्ति. तत्र आदौ अस्ति यद्यपि, यद्यपि अतः यद्यपि ते न पश्यन्ति. इदानीं द्वितीयभागः, द्वितीयश्लोके कथं ज्ञेयम् अस्माभिः तत् ते न पश्यन्ति, किमर्थं वयम् अस्माभिः न ज्ञातम्? किमर्थं वयं न अवगच्छामः तत्र पापम् अस्ति इति? किमर्थम् अस्माभिः न ज्ञेयम्? किमर्थम् अस्माभिः न ज्ञातम् तद् न करणीयम् इति? अतः तत्र अस्मान् निवर्तितुम् अस्माभिः प्रपश्यद्भिः नाम वयं पश्यामः तत् तत् सर्वं भवति इति पश्यामः. अतः अस्मात् पापात् यत् पापं भवति तस्मात् पापात् निवर्तितुं कथं तस्मात् निवर्तनं भवेत् इति कथं न ज्ञेयं, कथं वयं न जानीमः तत्र तस्मात् कथं तत्र बहिः आगन्तव्यम् इति, अस्माभिः कथं तत्र निवर्तनं तत्र प्रायश्चित्तं किं करणीयम् इति किमर्थं न ज्ञातम्? न ज्ञातम् अस्माभिः इति प्रश्नः. तस्य निवृत्तिः न पश्यन्ति. ते तत्र पापम् अस्ति इति न पश्यन्ति, वयं तत्र पापम् अस्ति इति पश्यामः. अतः तत्र प्रपश्यद्भिः नाम प्रपश्यन् इति तत्र शतन्त्ररूपं, प्रपश्यन् इति शतन्त्र तस्य तृतीय प्रपश्यद्भिः इति तत्र तृतीया बहुवचनं. प्रपश्यद्भिः विशेषणमस्ति वा? विशेषणम् अस्माभिः, अस्माभिः वयं प्रपश्य तत्र देखने वाले पठन्तः प्रपश्यन्तः, प्रपश्यन्तः वयम् इसको महोदय इसको देखने वाले हम ऐसे है सत्यं. हमें किम हमें पाप से मुक्ति क्यों नहीं प्राप्त? मुक्ति के मार्ग हमें क्यों नहीं पता? करेक्ट करेक्ट. वो लोग को पाप है इति न जानते, न जानते हैं. पाप से विमुक्त होने का रास्ता किस तरह किमर्थम न हिंदी और संस्कृत मिक्स हो रहा है. तत्र वो लोग तो तत्र तत्र पाप है इति न जानते हैं. हम लोग तो जानते हैं, हम जानकर भी. हाँ, हम लोग जानकर भी किस रास्ते पर क्यों जाए, ऐसा वो पूछना चाहते हैं. क्यों अज्ञान है हम लोग? तो हमने उससे निवृत्त होने का विचार करना चाहिए, मतलब उससे बाहर निकलना चाहिए, ऐसे वह कहना चाहते. सत्य सत्य. कुलक्षय कृतम दोषम प्रपश्यद्भिः जनार्दन. अतः तत्र कथम न ज्ञेयम् अस्माभिः, वयं कीदृशं प्रपश्यद्भिः. अतः प्रपश्यन्तः वयं स्मः. अतः तत्र तस्य तृतीया बहुवचनं अस्माभिः प्रपश्यद्भिः इति ज्ञेयम् इति तत्र किमर्थं न ज्ञेयम् सो नोयिङ्ग् दट् कुलक्षयम् इति दोषम् अस्ति इति जानीमः तत् पश्चात् तस्मात् तत्र मुक्तिं नाम तत्र तस्मात् बहिः आगन्तुं प्रयत्नं करणीयं किन्तु करणीयं हा किन्तु किं मार्गं कं मार्गम् अनुसरणीयम् इति न जानीमः ओके ओके अस्तु अग्रे पठामि वा हा पठतु भगिनि प्रकृतेः योगः ज्ञानवान् प्रकृते योग विसर्गः योगः ज्ञानवान् ञकार तत्र जकार नकार मेलनेन जकार अस्ति अखर्वर्णः अस्ति इति कारणतः द्वितीयभाटसूत्रं कार्यं करोति विसर्गस्य स्थाने रेप आयाति प्रकृतेर्ज्ञानवान् प्रकृतेर्ज्ञानवान् इति रूपं सम्पन्नं 3.33 ओके सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति सदृशं चेष्टते सदृशम् इत्युक्ते पूर्व श्लोकं पठनीयमिति मन्ये न भगिनि ओके सदृशं चेष्टते स्वस्याः सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति तस्य अर्थं किं तत्र सदृशं ज्ञानवान् अपि प्रकृतेर्ज्ञानवान् अपि इत्युक्ते प्रकृतेः इति तत्र विभक्तिका प्रकृतेः इति प्रकृतेः षष्टि इति समीचीनं प्रकृतेः ज्ञानवान् नाम यः प्रकृतेः ज्ञानं अस्ति यस्य अस्ति यस्य ज्ञानवान् प्रकृतेः ज्ञानम् अस्ति तस्य सः प्रकृतेर्ज्ञानवान् स्वस्याः सदृशं चेष्टते वा हा न सः अपि नाम तस्य ज्ञानम् अस्ति ज्ञानवान् अस्ति सः सः अपि स्वस्याः चेष्टते सदृशं चेष्टते कीदृशं सदृशम् इत्युक्ते नाम तत्र कर्मसंस्कारस्य अनुगुणमेव अस्मिन् जन्मनि प्रवर्तन्ते नाम ज्ञानवन्तः अपि जन्मान्तरीय कर्मसंस्कारस्य अनुगुणमेव अस्मिन् जन्मनि प्रवर्तन्ते ज्ञानमस्ति किन्तु पूर्वसंस्कारः अपि तत्र कर्म यत् अभवत् खलु पूर्वजन्मनि तस्य अनुगुणमेव तत्र अस्मिन् जन्मनि अपि ते प्रवर्तन्ते ओके ज्ञानमस्ति तेषां किन्तु ज्ञानवन्तः सन्ति किन्तु तत्र यथा तत्र प्रकृति नाम तत्र संस्कारः अस्ति तथैव ते प्रवर्तन्ते लोकने अतः ज्ञानवन्तः एव तादृशं कुर्वन्ति चेत् मूर्खाः मूर्खाणां स्थितिः का तर्हि हा किं पुनः मूर्खाः नाम तस्मात् सर्वेपि प्रकृति यान्ति भूतानि निग्रह किं करिष्यति नाम इत्युक्ते अन्ये जनाः अपि प्रकृतेर्ज्ञानवान् अपि फालोयिङ्ग् दट् पर्सन् ते अनुसरणं कुर्वन्ति इति किमपि नास्ति तत्र मनुष्येषु तत्र ज्ञानवन्तः सन्ति मूर्खाः सन्ति नाम साधारणसामान्यजनाः सन्ति ज्ञानवन्तः सन्ति इति चिन्तयामः ज्ञानवन्तः ज्ञानवान् यः अस्ति सः अपि तत्र संस्कारस्य अनुगुणमेव प्रवर्तते नाम व्यवहरति व्यवहरति अतः तत्र सामान्यजनानां परिस्थितिः तर्हि का नाम ते अपि तत्र स्वभावमेव अनुसरन्ति नाम ते अपि सामान्यजनाः अपि तत्र स्वभावमेव अनुसरन्ति ज्ञानवन्तः अपि स्वभावमेव अनुसरन्ति साधारण ते अपि ते जानन्ति किन्तु स्वभावम् अनुसरन्ति अतः तत्र सामान्यमनुष्यः तेषां तत्र किम् अन्यत् किमपि ते न कर्तुं शक्नुवन्ति ते अपि किं करिष्यति तस्य अर्थः किमर्थं तत्र किं भगिनि निग्रह किं करिष्यति अग्रे आगच्छति अतः ओके तेषां नाम स्वभावस्य निग्रहः नाम कण्ट्रोल् कथञ्चित् अपि न कर्तुं शक्यते ओ ओके स्वभावस्य निग्रहणं क्लिश दुष्करम् अस्ति न कोऽपि कर्तुं शक्नोति अस्तु Okay. नाम अस्माकं स्वभावस्य परिवर्तनं वयं स्वयं न कर्तुं शक्नुमः खलु तत्र भगवत इच्छया तत्र स्वभावस्य परिवर्तनं भवति वयं चिन्तयामः अस्तु अस्तु एतत् करोमि एतत् चिन्तयामि किन्तु तत्र भगवत् अनुग्रहं विना तत्र परिवर्तनं न भवति प्रयत्नं कुर्मः किन्तु साक्षात् परिवर्तनं तत्र तेन एव भवेत् अतः तत्र ज्ञानमस्ति चेदपि ते अपि तत्र स्वभावम् अनुसरन्ति साधारणजनाः अपि तत्र स्वभावमेव अनुसरन्ति अतः तत्र निग्रहः स्वभावस्य निग्रहणं किमर्थं न कोऽपि कर्तुं शक्नोति अस्तु ओके अस्तु महोदय महोदय पूछो कुछ मतलब हमें जो तमोगुण है या फिर सत्वगुण है या फिर रजोगुण है वह सब उत्पन्न करने वाले भी भगवान ही है तो फिर हम कैसे दूर कर पाएंगे सत्यम भगिनी तो फिर हम उसे कैसे जैसे मतलब फिर हम अपना तमोगुण जो है उसका त्याग करके रजोगुण का त्याग करके हम सत्वगुणी कैसे बन पाएंगे अगर सब भगवान ही करने वाले हैं तो वो भी भगवान ही चाहते हैं कि हम कौन सी योनि में जाए सत्यम सत्यम भगिनी अतः अत्र केवलं श्लोके एतद् अस्ति अतः उपायः अग्रे दत्तः नाम भगवद्गीतायां स्थितिः नाम किं का स्थितिः इति उक्ता अत्र अतः तत्र किं करणीयम् इति अग्रे दत्तमस्ति भगिनि मतलब उसमें से पार कैसे बाहर आ जाए उन्नति कैसे करे वो सब तत्र अग्रे अग्रिम अग्रे श्लोक में दिया गया आई हैव अ डाउट अबाउट इट निग्रह किम करिष्यति करिष्यति दैट इज द डाउट निग्रह इट मींस कंट्रोल निग्रह नाम कंट्रोल कंट्रोल तो किम करिष्यति को कौन कंट्रोल करता है हु डस द कंट्रोल नो वन कैन कंट्रोल देयर स्वभावम इवन even jnanis cannot control they live according to their swabhavam yeah but if jnanis do that what about regular other people they also follow their swabhavam so to control swabhavam is very hard okay nigraha kim karishyati okay how can you control them okay got it मतलब हमने किसी पर गुस्सा नहीं होना चाहिए अगर कोई इंसान बुरा बर्ताव कर रहा है तो मगर गुस्सा तो वो भी आता है हाँ लेकिन हमने एक्चुअली नहीं होना चाहिए क्योंकि वो भी उसमें निर्माण किया हुआ भगवान नहीं है उसका जो वर्तन है वो भगवान के कारण ही वैसे है मतलब उन्होंने वो निर्माण किया है हमने उस पर गुस्सा नहीं होना चाहिए तो ये हम खुद में परिवर्तन ला सकते हैं ना अगर हम चाहें प्रयत्न कर्तुं शक्नुमः किन्तु तत्र भगवता इच्छया एव तत्र परिवर्तनं भव इति मन्ये भगिनी तत्र का इति अग्रे यदि श्लोकेषु तत्र उक्त उक्तं नाम उपायः कः इति अग्रे उक्तः. अतः तत्र तृतीय अध्याये तत्र उपायः कः इति उक्तः इति मन्ये. तैः दत्तान् तै अधिकं विसर्ग अधिकं दकारः अधिकम् अत्तान् तै अधिकं रेफ् अधिकं दकारः अधिकम् अत्तान् तैर्दत्तान् अत्र विसर्गस्य परतः अखरवर्णः अस्ति तथा द कोमल मृदुव्यञ्जनमस्ति दकारः. विसर्गस्य पूर्वं विसर्गात् पूर्वं तैः ऐः इच् वर्णः आगच्छति अतः रेफ् आगच्छति. 3.12 इष्टान् भोगान्निवो देवा दास्यन्ते यज्ञभाविताः तैर्दत्तान् प्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः. इष्टान् भोगान् हि वो देवाः दास्यन्ते कर्मणि रचना अस्ति दास्यन्ते यज्ञभाविताः तैः दत्तान् प्रदायैभ्यः यः भुङ्क्ते अत्र भुङ्क्तेः तेन अस्ति भुङ्क्तेः तेन एव सः सकारः आगच्छति वा विसर्गस्य भुङ्क्तेः तेन भुङ्क्ते भुङ्क्ते भुङ्क्ते तेन तेन तेन सकारः सत्यं विसर्गस्य सकार एव सः. इष्टान् भोगान् हि वो देव दास्यन्ते भुङ्क्ते स्थेन तत्र स्थेन एव पदं स्थेन नाम पापं वा न स्थेन इत्युक्ते तत्र चोर चोर हा चोर चोरः पापी स्थेन भुङ्क्ते स्थेन एव सः नाम सः मतलब सः स्थेनः अस्ति यः तेनः अस्ति सत्यं सत्यं तेनः अस्ति. इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः नाम यज्ञभाविताः देवाः यज्ञद्वाराः देवाः नाम तत्र यः तत्र देवाः तत्र यज्ञेन भाविताः नाम तत्र सर्वदा यज्ञेन तत्र तेषां तत्र आचरणं पूजा इत्यादि भवति ते देवाः वः इत्युक्ते तत्र युष्मात् इति युष्मात् युष्मभ्याम् वः नाम युष्मभ्यं चतुर्थी चतुर्थी बहुवचनं युष्मभ्यं तत्र धानं चतुर्थी धानं भवति खलु तत्र चतुर्थीभ्यः एव तत्र दास्यन्ते ते देवाः युष्मभ्यं भोगान् दास्यन्ते नाम तत्र यज्ञादि कार्याणि यः कोऽपि करोति तदा तत्र यज्ञदेवताः तत्र इष्टान् भोगान् दास्यन्ते दास्यन्ते करेक्ट् किन्तु यः तत्र देवेभ्यः अप्रधाय खलु तत्र तैर्दत्तान् अप्रदाय तैः दत्तान् अप्रधाय एभ्यो यो भुङ्क्ते यः तैः दत्तान् अप्रदाभ्यः अप्रधाय अप्रधाय इति अस्ति एभ्यो नाम तत्र देवानां कृते तत्र नैवेद्यं नाम न समर्प्य यः भुङ्क्ते सः स्तेनः एव अस्ति नाम चोरः अस्ति ओ अस्तु अस्तु नाम देवस्य समर्पणं कृत्वा एव इफ् यू गेट् सम् बेनिफिट् ही इस् कन्सिडर्ड् टु बी अ थीफ् न न न नाम तत्र देवानां पूजां सर्वं तत्र देवस्य आशीर्वादः इति तत्र तत्र देवस्य आचरणं कृत्वा पूजा इत्यादि प्रार्थनां कृत्वा यदि किमपि प्राप्नुमः ते तत्र इष्टान् भोगान् दास्यन्ति तत् किन्तु यद् वयं केवलं भोगाः तत्र देवेभ्यः न दत्त न दत्त्वा यदि भुञ्जामः तर्हि तत्र चोरः स्तेनाः भवामः ओके ओके किताब में इसका अर्थ दिया है यज्ञ से पुष्ट हुए देवता भी तुम लोगों को बिना मांगे ही कर्तव्य पालन की आवश्यक सामग्री देते रहेंगे इस प्रकार इन देवताओं द्वारा दी गई सामग्री को जो दूसरों की सेवा में नहीं लगाता खुद ही उसका उपभोग लेता है वह चोर है समीचीनम् ओके अस्तु भगिनि समीचीनम् समीचीनम् अस्ति तत्र बहु किमपि अस्ति प्रत्येकस्मिन् श्लोके महोदय अस्तु समीचीनम् अस्ति अतः तत्र एतावत् तत्र तैः दत्तान् इति तैः दत्तान् ओके एतावत् पठितवन्तः तर्हि तत्र महोदय गीताप्रवेश मध्ये 50 or 51 पेज् नम्बर् मध्ये एक प्रथम उदाहरणानि विसर्गस्य परे स्वरः अस्ति अन्यत् उदाहरणानि विसर्गस्य परे मृदुवञ्जना अस्ति इति कारणं किमर्थं तत् विभागं कृतवन्तः इति अहं चिन्तितवती मम चिन्तनमस्ति वाट् इस् दट् सूत्रसहितदृष्टि तत्र तस्य विभजनं भवति वा तत्र इति कारणतः अध्याय उदाहरणद्वयं दत्तम् इति मन्ये वा न जानामि भगिनि नाम तत्र सारल्यं भवेत् इति नाम अस्मिन् सन्दर्भे तत्र नाम तत्र इच् पूर्वम् अस्ति तदनन्तरं स्वरः अस्ति चेत् तत्र रेपः पुनः तत्र विसर्गस्य परे यदि स्वरः अस्ति अपि च मृदुव्यञ्जनमस्ति अपि कोऽपि अस्ति खर्वर्णः नास्ति चेत् रेपः भवति इति अहं जानीमः सत्यं भगिनि किन्तु तत्र किमर्थम् एषः विभागः कृतः इति न जानामि भगिनि probably sutrasahite drishte tasya probably koi difference asti iti manye I don't know maybe mahode mujhe aise lagta hai ki agar aage swar honge to ref mein swar milke uske alag alag roop banenge jaise ra rahega ya fir ra rahega ya fir ri ho jayega samichinam bagne पर इसमें क्या है कि इसमें रेफ ऊपर आ जाएगा वो दिखाने के लिए शायद उन्होंने अलग किए होंगे उत्तम भगिनि सत्यं सत्यं तद् सूत्रसहित दृष्टि देयर इज सम डिफरेंस भगिनि यत् वेद भगिनि यत् निवेदिता भगिन्या उक्तं समीचीनं नाम दट् इस् ट्रू यत्र स्वरः अस्ति चेत् तत्र रूरा इति भवति रुच्यते रूहते रेतैः इति अतः तत्र रेपस्य तत्र स्वरेण मेलनं भूत्वा भिन्नानि रूपाणि भवन्ति किन्तु यत्र व्यञ्जनमस्ति मृदुव्यञ्जनमस्ति तत्र केवलं तत्र जैर्गुणैः जनार्दन सत्यं भगिनि तत्र रूपसाम्यम् अस्ति यदि एतद् विभागं कुर्मः तत्र व्यञ्जनस्थले एकमेव रूपम् अर् इति किन्तु स्वरे तत्र स्वरमेलनं भवति इति समीचीनं भगिनि समीचीनं तादृशं चिन्तनं भवेत् इति मन्ये न भगिनि तत्र निवेदितभगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा तदनन्तरं समापयामः आम् आम् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरि ओम् धन्यवादः पुनर्मिलामः धन्यवादः।